ईश्यावाश्यामिदं सर्वं यत्किञ्च जगत्यं जगत् तेन चक्तेन भुञ्जितः मकृतः कश्वासि धनम् ॐ पूर्णमिदं पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादया पूर्णमेवावशिष्यते ईश्वराशामिदं सर्वं यत्किञ्च जगत्यां जगत् तेन चक्तेन पुञ्जितः मकृतः कश्वासि स्तनम् कुर्वाणि वः कामनि च जीवशे च तंसामः एवं त्वयि नन्यते तोष्टि न कर्म लिप्यते नरे ॐ पूर्णम् ॐ पूर्णम् ॐ पूर्णम् मदा पूर्णमिदं पूर्णा पूर्णम् उदच्यते पूर्णस्य पूर्णमादया पूर्णमेवावशिष्यते